नमस्सर्वेभ्यः. अस्माकं न्यायचिन्तनवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति प्रत्यक्षप्रमायाः लक्षणम् इति. तत्र गते सप्ताहे वयं प्रत्यक्षप्रमायाः लक्षणम् इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इति दृष्टवन्तः. तत्र दलसार्थक्यम् अपि वयं कृतवन्तः. तत्र तस्मिन्नेव विषये पुनः किञ्चित् पुनःस्मरणं कुर्मः. अत्र इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इति लक्षणवाक्ये इन्द्रियम् इति एव करणम् अस्ति. इन्द्रियम् इति एकं दलम्, अर्थः इति अन्यत् दलं, सन्निकर्षः इति तृतीयदलम्, अनन्तरं जन्यम् अथवा उत्पन्नम् इति अन्यत् दलं. तर्हि अत्र चत्वारि दलानि सन्ति. अपि च वयं जानीमः अत्र यथार्थज्ञानं चतुर्विधः, प्रत्यक्षम्, अनुमितिः, उपमितिः, शाब्दबोधः इति. तर्हि अत्र प्रत्यक्षज्ञानं पुनः तत्र द्विविधं, निर्विकल्पकम् अपि च सविकल्पकं. निष्प्रकारकज्ञानं निर्विकल्पकं, सप्रकारकज्ञानं सविकल्पकम् इति वयं दृष्टवन्तः. इतोपि अग्रे निर्विकल्पकज्ञानं नाम किं, सविकल्पकज्ञानं नाम किं, तत्सर्वम् अग्रे आयास्यति. तर्हि इदानीं दलसार्थक्यस्य चिन्तनं किञ्चिदेव कुर्मः. अत्र सरला भगिनी, अत्र प्रत्यक्षप्रमायाः लक्षणवाक्ये अत्र अर्थपदस्य प्रयोजनं किम् इति वदति वा? अस्तु, अर्थं प्रयोजनमिति प्रथमम् अर्थं प्रमा योग्य आवश्यकं. प्रमायोग्य अर्थं किम् अस्ति? यस्य प्रसिद्धिः अस्ति. कस्य अस्ति? यत् प्रमाजन्यप्रमितिविषय न भवति लोके, तस्य असिद्धिः वदामः. यत् लोके तस्य अस्तित्वं नास्ति. इदानीं यद् अर्थं प्रमायोग्य अर्थं किम् अस्ति, तस्य उदाहरणम् अत्र अस्ति. यदि वयम् अर्थं पदं न निवेशामः अस्माकं लक्षणवाक्ये, किं भवति? इन्द्रियसन्निकर्ष उत्पन्नं ज्ञानम् इति भवति. यदि अर्थं वयं निकास्यमय न योजयामः, इदानीं किं भवति? इन्द्रियस्य सन्निकर्ष सर्वे द्रवैः भवति. यथा परमाणु अपि गगनमपि तत्र आगच्छति. यदि परमाणु इन्द्रियस्य सन्निकर्ष परमाणुना सह भवति, तत् प्रत्यक्षं न भवति. कारणं कि परमाणु महत्त्वं अणु अस्ति, तस्य प्रत्यक्षं न भवति, यतोहि परमाणोः रूपम् अस्ति. गगनं किम् अस्ति? गगनविभूद्रव्यम् अस्ति, तस्य महत्त्वम् अस्ति, किन्तु गगने रूपं नास्ति, अतः तस्य प्रत्यक्षं न आगच्छत् नास्ति. इदानीं यदि वयं केवलम् इन्द्रियसन्निकर्षपदं वदामः अर्थं विहाय, तत् किं भवति? परमाणोः गगनम् अपि इन्द्रियं द्रव्यम् अस्ति. इन्द्रियपरमाणोः गगनयोः तयोः सन्निकर्षं भवति. एतत् सन्निकर्ष भूत्वा तस्य कोऽपि लाभं भवति, तत् भवति असिद्धि योग्य सन्निकर्षः. तस्य प्रमा न आगच्छति. प्रमा इत्युक्ते यथार्थज्ञानम्. अत्र अव्याप्तिदोषः भवति महोदय. असम्भवदोषः अपि उक्तवान्, तस्य कारणं कि असम्भवः अस्ति परमाणोः गगनसहित तेषां इन्द्रियाणि इन्द्रियस्य योग्यसम्बन्ध. अतः तस्य निवारणाय अर्थं पद निवेशम् अस्ति, तत् अनेन एतत् बाधा न आगच्छति परमाणोः गगन सहत इन्द्रियस्य सम्यकर्षः. बहु सम्यक् भगिनी, समीचीनमस्ति, सम्यक्. अतः एव अत्र अर्थपदस्य योजनेन पदार्थस्य योग्यता भवेत्, पदार्थस्य ज्ञातुं योग्यता इत्युक्ते तादृशपदार्थः यस्य प्रत्यक्षं भवति, न तु आकाशः अथवा परमाणुः. अस्तु अस्तु, अग्रे अत्र राजेन्द्रमहोदय, अत्र सन्निकर्षः. भगिनी एकः प्रश्नः अस्ति अत्र अर्थपदेन, अर्थपदं योजनेन योग्यता भवति वा अथवा योग्य अस्ति पदार्थः तस्य कृते अर्थपदं स्वीकुर्मः योजयामः? अर्थपदं योजयामः चेत् अर्थम् इत्युक्ते किम्? अत्र अर्थम् इत्युक्ते पदस्य अर्थः, पदार्थः इत्युक्ते तादृशपदार्थः यस्य प्रत्यक्षं भवति. तर्हि अत्र अर्थपदम् इति योजनेन अर्थपदस्य अर्थः कः इति अवगन्तव्यम्. अर्थपदेन पदार्थस्य योग्यता एव सूचयति. महोदय उक्तवान् अर्थपदेन इन्द्रियसन्निकर्ष ज्ञातुं योग्यता सङ्ग्रहते. अर्थपदेन राजेन्द्रमहोदय योग्य अर्थस्य द्रव्यस्य वा पदार्थस्य योग्यता अन्तर्भूता अस्ति अर्थपदे. सत्यं सत्यं, हा अस्तु. अग्रे भवानेव महोदय अत्र सन्निकर्षस्य दलसार्थकस्य विषये वदति वा? महोदय आम् आं भगिनि, चिन्तयामि अत्र प्रायशः तर्हि अत्र परिच्छेदं पठतु. अत्र द्रव्यप्रत्यक्षे संयोगः, द्रव्यप्रत्यक्षे संयोगः, रूपादिप्रत्यक्षे संयुक्तसमवायः, शब्दप्रत्यक्षे समवायः इत्यादि सन्निकर्षाः अग्रे वक्ष्यन्ते. तत् इन्द्रियार्थसंयोगोत् उत्पन्नं इति लक्षणकरणे संयुक्तसमवाय आदिजन्यप्रत्यक्षं संयोगो उत्पन्नं न भवति इति तस्मिन् अव्याप्तिः. एवमेव इन्द्रियात् समवायजन्यं ज्ञानम् इति लक्षणे शब्दप्रत्यक्ष एव सङ्ग्रहः भवेत् न अन्येषाम् इति सर्वसन्निकर्षसङ्ग्रहाय तदेव पदम् उपातम्. सन्निकर्षपदं सम्बन्धार्थकम् अस्तु. संयोगः संयुक्तसमवायः एवम् आदयः भवन्ति एव सम्बन्धः इति सर्वेषां ग्रहणं भवति. अस्तु, इदानीं किञ्चित् वदामि, न जानामि सम्यक् वक्तुं शक्नोमि. न वदतु महोदय, सम्यक् एव. सन्निकर्षे पदं यथा यत्किमपि कस्यपि पदार्थस्य सन्निकर्षः इन्द्रियेण सह सन्निकर्षः भवति, तत्र कोऽपि सम्बन्धः तत्र अपेक्षितम् अस्ति. संयोगः समवायः तत्र तु कोऽपि संयुक्तसमवाय सम्बन्धेन तत् सन्निकर्षं भवति. परन्तु यदि कोऽपि सम्बन्धः संयोगः वा समवायः वदामः चेत् तत्र कुत्रचित् अव्याप्तिः भवति. परन्तु यदा सन्निकर्षपदं स्वीकुर्मश्चेत् तत् उपयुजामः, तत् निवेशयामः, तत् सन्निकर्षपदेन तत्र यत्किमपि सम्बन्धः भवेत्, संयोगः संयुक्तसमवायः समवायः, तत् सर्वेषां तत् ग्रहणं भवति सन्निकर्षपद उपयुज्येन. समीचीनं, सत्यं सत्यं सत्यं महोदय. अत्र वस्तुतः षड्विधसम्बन्धाः सन्ति, संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावः च इति. तर्हि अत्र केवलं संयोगः इति एव वदामः चेत् तत्र समवायसम्बन्धानां ग्रहणं न भवति, अपि च अपरेषां सम्बन्धानां ग्रहणं न भवति, अतः अव्याप्तिदोषः भवति. अपि च केवलं समवायः इति एव वदामः चेत् तर्हि अत्र केवलं समवायस्य एव ग्रहणं न तु अन्येषां सम्बन्धानाम्, अतः सन्निकर्षपदम् इति स्थापयामः चेत् सन्निकर्षपदेन सर्वेषां सम्बन्धानां ग्रहणं भवति, अतः अव्याप्तिदोषः न भवति इति तावदस्ति अत्र. अस्तु, अग्रे अत्र अत्र जन्यम् अथवा उत्पन्नपदम् इत्यस्य दलसार्थक्यस्य चिन्तनं वदति वा भगिनि, सरला भगिनि? अस्तु, इदानीं उत्पन्नपदं सन्निकर्ष योग्यसन्निकर्ष तद् भवति यस् येन ज्ञानम् योग्यज्ञानम् आयाति, तद् भवति ज्ञान उत्पन्नयोग्यसन्निकर्षः. इदानीम् अस्माकं प्रसिद्ध उदाहरणम् अस्ति, यदि भित्तिः अस्ति, भित्तिः अपरस्मिन् पार्श्वे चित्रम् अस्ति, अहम् एकपार्श्वे तिष्ठति अस्मि, यदि चक्षुषा केवलं भित्तिः पश्यामि न तु चित्रं, किन्तु चित्र भित्तयोः संयोगसम्बन्धः अस्ति. इदानीं चक्षुषा भित्तयोः अपि संयोगसम्बन्धः अस्ति, परम्परायेन स्वसंयुक्तसंयुक्तसम्बन्ध चक्षुषा आगच्छति. एतत् सम्बन्धे चित्रस्य ज्ञानं न आगच्छति, केवलं भित्तिज्ञानम् अस्ति. अतः एतत् परम्परासम्बन्धः भवति अयोग्यसम्बन्धः, कारणं कि तेन चित्रस्य कोऽपि ज्ञानं न आगच्छति, किन्तु चित्र अस्ति. अतः उत्पादन पदं निवेशने केवलम् इन्द्रियस्य येन सह सन्निकर्ष भवति तस्य ज्ञानं भवति, न तु अन्यपदार्थस्य ज्ञानं आगच्छति. उत्पन्नम् इति योग्य उत्पन्नपद उपादाने उत्पादसन्निकर्ष एव ग्राह्यम् अस्ति, अतः उत्पादपदस्य निवेशनं आवश्यकं भवति. असिद्धिवारणाय यथा भवती उक्तवती अत्र उदाहरणे, असिद्धिवारणाय उत्पन्नपदं योजयामः चेत् तत्र ज्ञानोत्पादनयोग्यः सन्निकर्षस्य एव ग्रहणं भवति. सम्यक् सम्यक्. तर्हि अत्र अत्र भगिनी अग्रे अपि इन्द्रियपदस्य प्रयोजनं संक्षिप्तरूपेण वदतु किञ्चित्. ओके, इन्द्रियपद अन्ये न्यायकाय तस्य दलसाकत्यं न दत्तं न कृतमस्ति, किन्तु अस्माकं पुस्तके अस्ति. तस्य चिन्तनम् अस्ति यदि इन्द्रियपदं न निवेशयामः किं भवति, सन्निकर्ष कोऽपि सन्निकर्ष तत् अस्माकं सन्निकर्ष उत्पन्नज्ञानम् इति अर्थसन्निकर्ष उत्पन्नज्ञानम् इति लक्षणपदं भवति. तत्र यथा भूत अहम् एकस्मिन् गृहम् अस्ति, मम मित्रस्य गृहे घटभूतलयोः संयोगः अस्ति, किन्तु अहं न जानामि, मम चक्षुषा तस्य सन्निकर्ष न भवति, किन्तु तत् संयोगः तत्र अस्ति. यदि वयम् इन्द्रियसन्निकर्ष न निवेशयामः त कोऽपि संयोग घटघटयो अन्तर्भूत भूतल घटयो कोऽपि द्रव्ययोः संयोगः तस्मिन् अन्तर्भूतः भवति. अतः इन्द्रियसन्निकर्ष इति यदि वदामः स्पष्टतया यत्र इन्द्रियस्य सन्निकर्ष केनापि पदार्थेन भवति तस्य केवलं ज्ञानम् उत्पन्नं भवति, न तु अत्र अन्य कोऽपि वस्तुनः सह यदि संयोगः अस्ति इन्द्रियविहाय इति तत् प्रथमतया तथा वयं चिन्तितवन्तः. ततः अग्रे अत्र किम् अस्ति? तत्र अग्रे अस्ति उत्पन्नपद उत्पन्न अर्थ सन्निकर्ष उत्पन्न इति यदि पदम् अस्ति तस्य उत्पन्नपदस्य बलेन इन्द्रियसन्निकर्ष इति आगच्छति, तस्मिन् अन्तर्भूत भवति. अतः एकतर्कः अस्ति उत्पन्न इन्द्रियस्य निवेशनम् आवश्यकं नास्ति, यतोहि उत्पन्नज्ञानं तदा भवति यदा इन्द्रियेण सह पदार्थस्य सन्निकर्ष भवति. अतः इन्द्रियस्य निवेशनम् अन्ये न्यायकैः न कृतम् अस्ति जलसार्थक्यं. समीचीनम्. तर्हि अत्र इन्द्रियपदं मास्तु इति अन्ततो गत्वा तदेव अत्र तात्पर्यं खलु. अत्र उत्पन्नपदस्य सामर्थ्येन एव वयं ज्ञातुं योग्यसन्निकर्षस्य ग्रहणं भवति. यत्र ज्ञातुं योग्यः सन्निकर्षः नास्ति तादृशसन्निकर्षस्य ग्रहणमेव न भवति, यतोहि उत्पन्नपदे तादृशशक्तिः अस्ति. अतः इन्द्रियपदमेव मास्तु इति अन्ततो गत्वा तथा वयं चिन्तितवन्तः. अस्तु, तर्हि इदानीम् अत्र वयं किं चिन्तयामः? इन्द्रियपदम् आवश्यकं वा न आवश्यकं वा अन्ततो गत्वा? मम मनसि अपि इन्द्रियपद आवश्यकमस्ति, कारणं कि यदि इन्द्रियं यथा वयं पूर्वं दृष्टवन्तः चित्रस्य संयोगः अपि आगच्छति, तत्र उत्पन्नपदम् अस्ति, उत्पन्न कोऽपि ज्ञानम् उत्पन्नं भवति, लैक् अन्यानि ज्ञानानि यदा उपमति अनुमति शब्दज्ञानं तत्र अपि उत्पन्नं भवति, ज्ञानस्य उत्पन्नं तत्र अपि आगच्छति. अतः इन्द्रियस्य पद निवेशनं आवश्यकं भवति मम. सम्यक् समीचीनं भगिनि. अत्र इन्द्रियं पदम् अस्ति चेदेव स्पष्टता भवति. अत्र यद्यपि वयं चिन्तयितुं शक्नुमः अत्र उत्पन्नपदेन एव सामर्थ्यम् अस्ति, अत्र वर्गे वयं चर्चितवन्तः अर्थपदमपि मास्तु, अर्थपदस्य अपि आवश्यकता नास्ति इति वयं चिन्तयितुं शक्नुमः. यतोहि सन्निकर्षपदम् अस्ति, उत्पन्नपदम् अस्ति, यत्र यत्र पदार्थद्वयम् अस्ति, सम्बन्धः अस्ति, तादृशसम्बन्धेन ज्ञातुं योग्यसम्बन्धः अस्ति चेत् तादृशसम्बन्धः एव इन्द्रियस्य अत्र प्रत्यक्षप्रमायाः लक्षणम् इति वयम् अवगन्तुं शक्नुमः इति कृत्वा अर्थपदमपि मास्तु इति वयं चर्चितवन्तः. परन्तु तत्र तथा चिन्तयामः चेत् तत्र अर्थपदं नास्ति चेत् कयोः सम्बन्धः इति प्रश्नः भवति. अत्र पदद्वयम् आवश्यकं खलु, पदार्थद्वयम् आवश्यकं खलु, तदा एव सम्बन्धः भवति इति तथापि चिन्तयितुं शक्नुमः. परन्तु अत्र सन्निकर्षः इति पदम् अस्ति, सन्निकर्षः इति पदं यत्र सम्बन्धः अस्ति तत्रैव सन्निकर्षः, सम्बन्धार्थं पदद्वयम् आवश्यकं, पदार्थद्वयम्. अतः सन्निकर्षेण एव तादृशकार्यं भवति इति चिन्तितवन्तः. परन्तु अपि च यत्र इन्द्रियपदं नास्ति चेत् तत्र अतिव्याप्तिदोषः भवति इत्यपि चर्चितवन्तः खलु? आमां, अतिव्याप्तिदोषः आगच्छति अन्य परम्परासम्बन्धेन आगच्छति अतिव्याप्तिदोषः. हा, अत्र अपरस्मिन् स्थले अतः अनुमतिस्थले कोऽपि सम्बन्धः आगच्छति, अनुमतिस्थले उपमिति तत्र अपि आगच्छति अतिव्याप्तिदोषः. अत्र अनुमतिस्थले अपि सम्बन्धस्य आवश्यकता अस्ति खलु, अत्र पर्वतः अपि च धूमयोः सम्बन्धः अस्ति चेत् एव अनुमतिज्ञानं भवति. तर्हि इदानीम् अत्र लक्षणवाक्ये केवलं सन्निकर्षोत्पन्नज्ञानम् इति एव वदामः चेत् अत्र अनुमतिस्थले अपि सन्निकर्षः अस्ति, तादृशसन्निकर्षेण ज्ञानं जन्यते, तर्हि तादृशज्ञानं जायते, तर्हि तादृशसम्बन्धस्य अपि अत्र ग्रहणं भवति इति कृत्वा अतिव्याप्तिदोषः भवति अपरेषु ज्ञानस्थले. अतः अतः अपि इन्द्रियपदं योजनीयम् इति चिन्तितवन्तः. अत्र यत्किमपि भवतु, अत्र प्रथमतया लक्षणवाक्यं स्पष्टं भवेत्. अत्र अध्येतॄणाम् कृते लक्षणवाक्यं दृष्ट्वा स्पष्टता आगच्छेत्. यदि स्पष्टता नास्ति परन्तु केवलं दलसार्थक्यं सम्यक् इति चेत् अत्र अस्माकं लक्ष्यमेव न साधितम्. अतः अत्र प्रथमतया लक्षणवाक्यं स्पष्टं भवेत्. स्पष्टता इन्द्रियपदं योजनेन एव स्पष्टता भवति. अतः अत्र इन्द्रियपदं भवति चेत् सम्यक् एव. यद्यपि दलसार्थक्यं चिन्तनं वयं सर्वं कृतवन्तः, परन्तु अत्र अतिव्याप्तिदोषः भवति न वा इति अपि इतोपि तस्मिन् विषये चिन्तनीयं. परन्तु अतिव्याप्तिदोषः भवति इति भाति. अतः अत्र इन्द्रियपदम् आवश्यकम्. भगिनी, अत्र पुस्तके विद्याधर्यां लिखितम् अस्ति, तर्हि यथा सरला भगिनी इदानीमेव उक्तवती, अत्र इन्द्रियपदं भवेद् एव अनर्थकम्. अत्र न लिखितमस्ति मास्तु, अत्र अनर्थकम् अस्ति, तत् विशेष आवश्यकता नास्ति. परन्तु यथा महोदयेन उक्तवान्, इन्द्रियपदप्रयोजनेन तत् स्पष्टता भवति, तत् तत् कारणात् तत् भवेत् एव. सत्यं सत्यम्. अनर्थकम् यतोहि अत्र उत्पन्नपदेन एव उत्पन्नपदस्य बलेन एव इन्द्रियपदस्य अर्थः अपि तस्मिन्नेव अन्तर्भूतः इति कृत्वा इन्द्रियपदम् अनर्थकम्. इन्द्रियपदम् अत्र आवश्यकमेव नास्ति. अतः इन्द्रियपदं न योजयतु लक्षणवाक्ये. लक्षणवाक्ये इन्द्रियपदस्य आवश्यकता एव नास्ति इति उक्तमासीत् विद्याधरीति ग्रन्थे. परन्तु अन्ततो गत्वा अस्माकं चिन्तनं किम् इति अत्र चर्चा अस्ति. अस्माकं चिन्तनं यथा वयं वर्गे दृष्टवन्तः, इन्द्रियपदमस्ति चेदेव अत्र स्पष्टता भवति, लक्षणवाक्ये स्पष्टता भवति अध्येतॄणां कृते. स्पष्टं वा महोदय? प्रश्नः अस्ति वा? अस्तु, इत्युक्ते तदेव अस्माकं शिक्षा अपि अस्ति. अत्र दलसार्थक्यं सम्यक् अस्ति चेदपि लक्षणवाक्यं सम्पूर्णं नास्ति, अत्र लक्षणवाक्ये स्पष्टता नास्ति चेत् तर्हि लक्षणवाक्यम् अपर्याप्तमेव अत्र इति अत्र शिक्षा अस्ति. अस्तु, तर्हि अत्र अग्रे पश्यामः. राजेन्द्रमहोदय, भवानेव अत्र अग्रे पठति वा? अतः एव मिश्रैः उक्तं च न उक्तं च नैयायिकमूर्धन्यैः उक्तं च. आं, प्रयत्नं करोमि. तत्तु बहु द्रोणमहोदयेन तत्र विवृतवान्, तत्र किञ्चित् शाक्लिशं भवति. प्रयत्नं प्रयत्नं करोतु महोदय, सर्वे मिलित्वा कुर्मः. उक्तं च न्यायिकमूर्धन्यैः न्यायमञ्जरी कृद्भिः जयन्तभटैः, तत् श्लोकमस्ति. कुतो वा नूतनं वस्तु वयम् उत्प्रेक्षितुं क्षमा, वचो विन्यास वैचित्र्यमात्रमत्र विचिन्त्याम् मात्रम् अत्र विचिन्त्याम्. अत्र कुतो न वा नूतनं वस्तु वयम् उत्प्रेक्षितं तु महोदयेन उक्तवान् कल्पना. क्षमा इत्युक्ते सामर्थ्यं. सत्यं, वचो इत्युक्ते वचसा तत् विनयास् वचसा विनयास् एव विन्यास. किञ्चित् भगिनी भवती एव करोतु भगिनी, किञ्चित् क्षमा. न, चिन्ता नास्ति. अत्र श्लोकस्य तात्पर्यं किम् इति अवगच्छति चेत् तद् वदति चेदपि सम्यक् एव. तत् यत् किमपि कुतः किं वा नूतनं वस्तु अस्ति, तत् वयं कल्पना कर्तुं सामर्थ्यमस्ति वा अस्तु, अत्र अत्र किम् अस्ति इत्युक्ते अत्र अत्र सन्दर्भः कः, अत्र इन्द्रियपदस्य प्रयोजनम् अस्ति न वा इति एव सन्दर्भः अस्ति खलु. तर्हि इन्द्रिय अत्र वाचस्पतिमिश्रैः तस्य न्यायवर्तिटीकायां सः किम् उक्तवान्, अत्र इन्द्रियपदस्य प्रयोजनमेव न उक्तवान्, सः न उक्तवान्. अतः अत्र विद्याधरी ग्रन्थकारः सः किं कृतवान्, अस्तु अत्र अन्यत्र कुत्रापि इन्द्रियपदस्य प्रयोजनं न, इन्द्रियपदस्य दलसार्थक्यमेव नास्ति अन्यत्र कुत्रापि, परन्तु वाचस्पतिमिश्रैः तस्य दलसार्थक्यस्य प्रयोजनम् अपि न उक्तवान्, अतः अहमेव तस्य प्रयोजनस्य विषये चिन्तनं करोमि इति सः उद्युक्तः आसीत् अत्र विद्याधरी ग्रन्थकारः. अतः सः अहो अहं नूतनतया किमपि करोमि इति चिन्तयित्वा सः आरब्धवान् इन्द्रियपदस्य चिन्तनं. इन्द्रियपदस्य दलसार्थकस्य चिन्तनं कृत्वा अन्ततो गत्वा सः अपि तदेव अन्ततो गत्वा इन्द्रियपदस्य आवश्यकता एव नास्ति इति तादृशनिर्णयमेव सः अपि कृतवान्. अतः सः अत्र सः किं वदति इति चेत्, अहं किमपि नूतनं कर्तुम् उद्युक्तः आसम्, परन्तु अन्ततो गत्वा तादृश क्षमा एव नास्ति मम, अन्ततो गत्वा मम क्षमा एव नास्ति तादृश कर्तुम्. अन्ततो गत्वा यत् पूर्वम् उक्तं, पूर्व आचार्यैः यद् उक्तं तदेव अहमपि वदामि, परन्तु किम् अहं किं करोमि इति चेत् किञ्चित् भिन्नरीत्या वदामि. अत्र वचसः विन्यासवैचित्र्यम् इत्युक्ते अत्र वाक्यैः भिन्नरीत्या अहं वदामि, तावदेव. पूर्वं यदुक्तम् आसीत् तदेव अहमपि वदामि, परन्तु भिन्नरीत्या वदामि तावदेव. अत्र नूतनतया किमपि न साधितवान् इति तात्पर्यम् अत्र. आमां धन्यवादः भगिनि. आमाम् इदानीं स्पष्टं जातं. भगिनि, न्यास शब्दस्य अर्थं किम् अस्ति? विन्यास इत्युक्ते विरचना, विन्यास इत्युक्ते विरचना. किन्तु यथा संन्यास इति अस्ति सम्पूर्णतया त्यजनम् इति भवति संन्यास इति, रैट्? संन्यासः, हा, न्यासः इत्युक्ते नूतनचक्षुः इति अहं कुत्रचित् पठितवती, पुनः द्रष्टव्यं. न्यासः इदानीं मनसि नास्ति. पूजायाम् अपि न्यासप्रयोगः अस्ति शब्दस्य, न्यासः कुर्मः तत्र किञ्चित् शब्दकोशे बहवः विपरीत अर्थं दत्तमस्ति, सो अपि सन्दर्भसहित इति अहं मन्ये भवति अर्थम्. परन्तु अत्र कः अर्थः अस्ति इत्युक्ते अत्र वचसः विन्यासः इत्युक्ते रचना भवति, विशिष्टरचना, भिन्नरीत्या वैचित्र्यं, विन्यास इत्युक्ते अरेञ्ज्मेण्ट् आर् एस्टाब्लिश्मेण्ट् तस्य. अहं चिन्तयामि एन्यूमरेशन् रचना, एन्यूमरेशन् आर् एलाबरेशन्. इति विन्यासः अस्तु. अत्र वचो विन्यासवैचित्र्यम् अत्र समस्तपदमस्ति खलु. अत्र किम् अस्ति पदच्छेदं कथमस्ति? वचसा विन्यासस्य, क्षम्यतां महोदय, भवान् वदतु. वचसा विन्यासस्य वैचित्र्यं, वचसा तस्य प्रातिपदकं भवति वचस् विन्यास सकारान्तपद अस्ति, तस्य ऋत्वं भूत्वा विसर्ग आगच्छति, तस्य विसर्गसन्धि भवति, ओकार आगच्छति विसर्ग लुप्त्वा, वचो विन्यास इति भवति. कीदृशसमासः? वचस् तृतीय गर्भ षष्टि तत्पुरुषसमासः. न, वचस् विन्यासः तत्र प्रथमतया कीदृशसमासः? वचस् विन्यासः, वचस् षष्ठीगर्भ षष्ठचतुर्पुषः इति वचसः खलु, न वचसा नास्ति, वचसः. तर्हि प्रथमतया वचसः विन्यासः इति षष्ठीतत्पुरुषसमासः, तर्हि अत्र सन्धिं कृत्वा वचसो वचो विन्यासः इति समस्तपदं. तदनन्तरं वैचित्र्यम् अत्र अत्र पुनः पदच्छेदः वै उपसर्ग अस्ति अहं चिन्तयामि. चित्र्यम् इति भवति तस्य प्रातिपदकं. अत्र वचो विन्यास अपि च वैचित्र्यं तयोः समासः भवति वा? विन्यासस्य वैचित्र्यं पुनः षष्टितत्पुरुषसमासः. षष्टितत्पुरुषगर्भषष्टितत्पुरुष इति भवति. हा सत्यं सत्यम्. अत्र वैचित्र्यम् इति वैचित्र्यमिति तद्दितान्तरूपं विचित्रस्य भावः वैचित्र्यम्. अस्तु, तत्र उत्प्रेक्षितुम् इत्युक्ते कल्पना इति उक्तं खलु. नूतनतया अहं किमपि कल्पयितुं वयं न क्षमाः, इत्युक्ते वयं न क्षमाः, सामर्थ्यं नास्ति नूतनतया कल्पयितुं सामर्थ्यं नास्ति. केवलं वचो विन्यासवैचित्र्यम् इत्युक्ते केवलं वाक्यैः अत्र वाक्ययोजना संयोजना भिन्नम् अस्ति. तत्र भिन्नरीत्या तदेव विषयः, इन्द्रियपदस्य प्रयोजनं नास्ति इति तदेव भिन्नरीत्या वाक्यैः उक्तं, केवलं स्पष्टीकृतं तावदेव अत्र. अस्तु हा अस्तु महोदय, अत्र अग्रे भवान् एव पठति वा? आम् आम् आम् आम् आं भगिनि, इदानीं स्पष्टं. धन्यवादः भगिनि. इदानीं श्लोकं किञ्चित् अवगतं मया. सप्रकारकज्ञानस्वभावः इत्थं प्रत्यक्षं प्रमायाः लक्षणे उक्ते विभजिते तद्विधं इति निर्विकल्पकं सविकल्पं चेति अयम् आशयः. एतावता यत्र यत्र ज्ञानस्य निरूपणम् अस्माभिः प्रमेयस्फुटतायै मूलोपपादनाय च कृतं, तत्र सर्वत्र ज्ञानस्य प्रकाशरूपा विषयिता अवश्यम् एव उक्ताः. अग्रे च संशयादिनिरूपणे ताः अनादाय निरूपणं दुश्शकं. न संस्कारनिरूपणे अनुमित्यादिप्रमा निरूपिताः, तत्रापि विषयिता आधाय एव निरूपणं कर्तव्यम्. इत्थं तत्पूर्वं यथा लक्षणवाक्ये आसीत् तत् प्रत्यक्षप्रमायाः लक्षणे तत् द्विविधम् अस्ति, निर्विकल्पकम् अपि च सविकल्पकम् अस्ति. एतावता यत्र यत्र ज्ञानस्य निरूपणम् अस्माभिः प्रमेयस्फुटताये मूलोपपादनाय च कृतं, तत्र सर्वत्र ज्ञानस्य प्रकाशरूपा विषयिता अवश्यम् एव उक्ताः. एतावता यत्र यत्र ज्ञानस्य निरूपणम् अस्माभिः कृतं तत् प्रमाविषयः तत् तर्कसङ्ग्रहे यत् यत् यत् या यथा कृतं तत् तत्र सर्वत्र ज्ञानस्य प्रकाशरूपा विषयिता अवश्यमेव उक्ता. तत्र विषयिता प्रकाशरूपा विषयिता भवति इत्युक्ते तत्र त्रिविध विषयिता प्रकारता संसर्गता विशेषता तत् अवश्यमेव तत् उक्तम् अस्ति. तत् भगिनी तत् सविकल्पं विकल्पकम् अस्ति वा इदानीं प्रत्यक्षप्रमा? हा, यत्र यत्र प्रकारसहितज्ञानम् अस्ति तत्र सविकल्पकज्ञानम् इति वयं चिन्तयितुं शक्नुमः. परन्तु अग्रे गत्वा निर्विकल्पकम् इति प्रथमक्षणे भवति इति अग्रे पश्यामः. परन्तु सामान्यतया यत्र यत्र प्रकारसहितज्ञानम् अस्ति तत्र सप्रकारकज्ञानम् इति वदामः. अग्रे च संशय आदि निरूपणे ताः अनादाय निरूपणं दुःशकम्। अनादाय इत्युक्ते किं भगिनि? अनादाय इत्युक्ते अप्रयुज्य अस्वीकृत्य अप्रयुज्य इति प्रयोगं न कृत्वा संशय आदि निरूपणे ताः इत्युक्ते विषयिता विषयिताः विषयिताः विषयिताः तत् अप्रयुज्य अप्रयुज्य निरूपणं दुःशकम् इत्युक्ते किं भवति? दुःशकम् इत्युक्ते कठिनं कठिनं दुष्करम्। संस्कारनिरूपणे अनुमित्यादिप्रमा निरूपिताः। संस्कारनिरूपणे यथा संस्कारः जनयति तत् स्मृति संस्कार तत् स्मृति स्मृति स्मृतिजन्य संस्कारः यः तस्य निरूपणे अनुमितिः अनुमित्यादिप्रमा निरूपिताः। तत् अनुमिति आदि उपमितिशाब्द प्रयोगः तत्र भवति भगिनि? तत् सत्यं महोदय, अनुमिति उपमिति शाब्दबोधः सर्वं शाब्दभेदात् तत् अपि विषयिता आदाय एव निरूपणं कर्तव्यं। तत्रापि विषयिता आदाय अपि च तत्रापि प्रकारता संसर्गता संसर्गता विशेषता तत् आदाय निरूपणं तत् अस्माभिः कृतम्। सम्यक् महोदय। अत्र लक्षणे उक्ते इति अत्र कीदृशप्रयोगः अस्ति? प्रथमवाक्ये सति सप्तमी अस्ति चिन्तयामि। सत्यं सत्यं सति सम्यक्। अपि च अत्र कृतम् इति केन पदेन सह अन्वयः भवति? कृतं निरूपणं निरूपणं सत्यं ज्ञानस्य निरूपणं ज्ञानस्य निरूपणं सम्यक् सम्यक् अस्ति सम्यक् समीचीनमस्ति। अस्तु तर्हि अत्र अत्र ज्ञानस्य विषये पूर्वमपि वयं पठितवन्तः। अत्र पूर्वम् अत्र पृष्ठसङ्ख्या अस्ति त्रयस्त्रिंशत् त्रयस्त्रिंशत् हा त्रयस्त्रिंशत् अस्ति पृष्ठसङ्ख्या। तत्र रामप्रिया भगिनी पठति वा? आं भगिनि, कुत्र त्रयस्त्रिंशत्? त्रयस्त्रिंशत् अत्र आदौ अस्ति खलु इत्थं हि सम्प्रदाये। आम्, इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति। ज्ञानं दीपस्थानपन्नं दीपं क्षमता दीपस्थानपन्नं विषयः प्रकाशयः। ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः। सा प्रभा यस्मिन् पतति सः प्रकाशयः ज्ञानस्य विषयः इत्युच्यते। यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते, अतः विषयः इति न उच्यते। अस्तु, अत्र तु अस्तु, इयं च विषयतारूपप्रभा घटे विद्यमाना न ज्ञानेन विना भवति। कस्यायं प्रकाशः इत्युक्तौ ज्ञानस्य इति उच्यते, अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते, तथा च घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धम्। अग्रिममपि पठामि वा भगिनि? न, तावत् तावद्वद तत्र किमस्ति। अस्तु अस्तु, इदानीं ज्ञानस्य विषये प्रथमपरिच्छेदे अस्ति, तत्र चित्रमपि अस्ति। अत्र ज्ञानम् इति दीपम् अस्ति, तस्य प्रकाशः तु घटस्य उपरि पतति। तत्र ज्ञानम् इति दीपस्य आपन्नं इति दत्तमस्ति। अनन्तरं विषयः तु विषयः अत्र किम् अस्ति इत्युक्ते तत् प्रकाशः दीपे ज्ञानम् इति यद् प्रकाशः घटस्य उपरि पतति तदेव विषयः अस्ति। अनन्तरं ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः। अस्तु, यत् ज्ञानं दीपरूपे दीपरूपम् अस्ति तदेव विषयता सम्बन्धः। अस्तु, आम्, यस्मिन् पतति स सः ज्ञानस्य विषयः. घटस्य उपरि यद् प्रकाशः पतति तदेव ज्ञानस्य विषयः इति तस्य नामकरणमस्ति. यत्र न पतति सा प्रभा, यत्र न पतति, यस्मिन् न पतति सः न प्रकाश्यते, तत्र विषयः तु नास्ति इति वयं वक्तुं शक्नुमः. अनन्तरं द्वितीय इयं च विषयतारूपप्रभा घटे विद्यमाना न ज्ञानेन विना भवति. अस्तु, यद् विषयतारूपप्रभा यद् घटे अस्ति तद् यदा ज्ञानं नास्ति चेत् तद् न भवति. अस्तु, कस्य अयं प्रकाशः इत्युक्तौ ज्ञानस्य, एतद् ज्ञानस्य प्रकाशः इति तस्य अन्यत् नामकरणं तावदेव अस्ति किल. अत्र घटनिष्ठविषयतानिरूपकं ज्ञानम् इति वयं वक्तुं शक्नुमः. ज्ञानं प्रकाशस्य प्रेषकः अस्ति. अत्र ज्ञानस्य दीपरूपप्रभा विषयता अस्ति. अत्र सा प्रभा यस्मिन् पतति सा एव विषयः यत् भवती उक्तवती. अत्र अग्रिमचित्रे घटवत् भूतलम् इति अस्ति. अत्र घटवत् भूतलम् इत्यस्मिन् चित्रे अत्र कीदृशसम्बन्धाः सन्ति? घटवत् भूतलं तत्र तु विशेषणविशेष्यभावः अस्ति किल. सत्यं सत्यं, तस्याः नामकरणम् अत्र तु अत्र ज्ञानस्य तिस्रः विषयताः सन्ति. अत्र ज्ञानस्य दीपरूपप्रकाशः घटे अपि पतति, भूतले अपि पतति, तयोः यः संयोगः अस्ति तस्मिन् अपि पतति. अत्र तिस्रः विषयताः सन्ति. प्रत्येकस्यां विषयतायाम् अत्र भिन्नभिन्ननामकरणम् अपि अस्ति. अत्र घटे या विषयता अस्ति तस्य नामकरणम् अस्ति प्रकारता, यतोहि अत्र भूतलं पृथक् करोति घटः इति कृत्वा घटः घटे प्रकारता अस्ति. भूतलं घटस्य आश्रयः अस्ति. भूतलं या विशेष्यता या विषयता अस्ति तस्य नामकरणम् अस्ति विशेष्यम्. अपि च तयोः यः सम्बन्धः अस्ति संयोगः, संयोगे या विषयता अस्ति तस्य नामकरणमस्ति संसर्गता इति. तर्हि सर्वत्र एतद् चित्रं मनसि अस्ति चेत् सर्वत्र यत्र यत्र ज्ञानस्य विषयः अस्ति तत्र सर्वत्र प्रकारता नाम किं, संसर्गता नाम किम्, अपि च विशेष्यता नाम किम् इति अवगन्तुं शक्नुमः. अपि च अत्र तयोः यः सम्बन्धः अस्ति ज्ञानस्य पदार्थेन सह सम्बन्धः एव विषयतासम्बन्धः. इदानीम् अत्र ज्ञाने अयं घटः इति विषयः अस्ति ज्ञाने. अत्र पदार्थस्य ज्ञानेन सह सम्बन्धः विषयितासम्बन्धः, विषयितासम्बन्धः इति उच्यते. तर्हि ज्ञाने विषयी अस्ति, घटे विषयः अस्ति, ज्ञाने विषयी अस्ति. अस्तु, भगिनी, ज्ञानं विषयितासम्बन्धेन घटे अस्ति अपि च घटः विषयितासम्बन्धेन ज्ञाने अस्ति एवं? सत्यं सत्यं सत्यं, समीचीनं. ज्ञानं विषयतासम्बन्धेन घटे अस्ति, घटः विषयितासम्बन्धेन ज्ञाने अस्ति. समीचीनम्. अतः अत्र प्रत्येकम् अत्र घट अतः एव घटे या विषयता अस्ति घटनिष्ठविषयतानिरूपकं ज्ञानं, भूतले या विषयता अस्ति भूतलनिष्ठविषयतानिरूपकं ज्ञानम्, एवमेव संयोगनिष्ठविषयतानिरूपकं ज्ञानम् इति अस्ति. प्रत्येकस्यां विषयतायाम् अत्र प्रकारता भिन्नभिन्ननामकरणानि अस्ति विषयतायाः, प्रकारता, संसर्गता, विशेष्यता इति. अस्तु भगिनी, विषयक कीदृशप्रत्ययः अस्ति यदि सविषयकज्ञानं, विषयकज्ञानम् अत्र कप् इति प्रत्ययः इति चिन्तयामि भगिनि. कप् सविषयक, अत्र सविषयक सविषयक इति बहुभिः समासः अस्ति. अत्र सविषयक प्रेषकं, प्रेषक ज्ञानप्रेषकं, निरूपक सविषयक इति क योजनेन किं भवति बहुव्रीहिसमासः? क योजनेन बहुव्रीहिसमासः यत्र बहुव्रीहि अत्र सविषयकविषयक इत्युक्ते अत्र सविषयक इत्युक्ते विषयसहितज्ञानम् इति अस्ति खलु, विषयसहित. तर्हि अत्र बहुव्रीहिसमासे कप्रत्ययं विकल्पेन योजयामः, अतः सविषयक सविषयक. अस्तु अस्तु, तर्हि अग्रे भगिनी भवती एव पठति वा? अस्तु. तास्य विषयतः सृत्र इत्यपि उक्तं, प्रकारता संस्कारता विशेषता चेत्ति. तत्र प्रकाशकरूपस्य ज्ञानस्य प्रभारूपाः विषयता यदा विषये पतन्ति तदा न कदाचित् एका एव प्रभा प्रकारता संस्कारता विशेषता वा विषये पतति. किन्तु चित्र युगपत् एव विशेषणं विशेषं तत्सम्बन्धं च प्राप्नुवन्ति. यत्र स्वाश्रयं भेदेन बोधयति तत् विशेषणं, यथा घटे नीलिमा स हीतं घटम् इतरेभ्य पीतादिघटेभ्य अन्यत्वेन बोधयति. अतः नीलिमा विशेषणं तेन भिन्नत्वेन बोधितः घटविशेषं, तयोः सम्बन्ध समवायः संसर्गः. तथा च इन्द्रियेण घट नीलरूपवान् इति प्रत्यक्षं वा भवेत्, घटः नीलरूपवान् इति अनुमिति वा भवेत्, शब्देन वा यथाविध बोधो भवेत्, सर्वत्र कश्चित् प्रकारः कश्चित् विशेष कश्चित् संसर्गः भवेत् एव. ताश्च अहं पङ्क्तिश पठामि भगिनि. ताश्च विषयता चित्र इत्यपि उक्तं, यदा इदानीं मम दृष्टवन्तः त्रिंशतितमे पुटे विषयता तस्य प्रकाराः तिस्रः प्रकारता विषयता तिस्रप्रकार प्रकाराः सन्ति. तस्य प्रकारता तस्य विशेषणसम्बन्ध संस्कारता अस्ति सम्बन्ध सम्बन्धे विशेषता अस्ति विशेषसम्बन्धं. तत्र प्रकाशकरूपस्य ज्ञानस्य प्रभारूपा विषयता यदा विषये पतन्ति तदा न कदाचित् एका एव प्रभा प्रकारता संस्कृता विशेषता या विषये पतति. यदि ज्ञानस्य प्रभा कुत्रापि विषये यदि पतति तत्र वयं विषयता वदामः, किन्तु तस्य त्रिविभजनं भवति, विशेषता संस्कृता प्रकारता. किन्तु तिस्रयुगपद एव विशेषणं विशेषं तत्सम्बन्धः च प्राप्नुवन्ति. युगपत् अस्माकं ज्ञानं तिस्र विषयता प्रति आगच्छति, विशेषता संस्कारता प्रकारता त्रीणि. तिस्र विषयता विषयता एकं विषयता वयं वदामः तिस्र प्रकाराः विशेषतास्य नामकरणं. यत् स्व आश्रयं भेदेन बोधयति तत् विशेषणम्. अत्र अस्ति यत् स्व आश्रयं भेदेन बोधयति. आश्रय विशेषता स आश्रय भवति विषयं तस्य भेदेन बोधयति. यस्य भेदम् आगच्छति यथा अत्र दत्तमस्ति घटे नीलमा, घटस्य घट आश्रयम् अस्ति नीलिमा इति. नीलिमा अस्ति नीलभाव नीलमा पदे पदे आगच्छति नीलभाव. नीलनम् इति नीलमन् इति भवति प्रातिपदकं, तस्य पुल्लिङ्गे प्रथमा विभक्ति अस्ति नीलिमा. सो घट नीलमा घटः नीलमा इति भवति. तस्मिन् अस्ति नीलत्वम् अस्ति घटे नीलमा इति वदामः. स्व आश्रयभेदेन घटस्य आश्रय घट अस्ति आश्रय तस्य आश्रय अस्ति नीलत्वं प्रति नीलः रूपं प्रति घट आश्रय अस्ति तस्य भेदं भवति नीलरूपणे रूपे सो स्व आश्रयं भेदेन यदि घटस्य आश्रय यत् अस्ति तस्य भेदं कथम् आगच्छति विशेषणेन भेदम् आगच्छति नीलघट पीतघटः इति वयं वदामः सो आश्रय अस्ति घट ते पीतरूपस्य आश्रयम् अस्ति घटः नीलरूपस्य आश्रयम् अस्ति घट सो द्वयो घटयो भेदं भवति विशेषण पदयोजनेन सो स्व आश्रयभेदेन बोधयति तत् विशेषणं सहितघटम् इतरेभ्यः पीतादिभ्यः अन्यत् अन्यत्वेन बोधयति अतः समाने घटं यत् अस्ति तस्य घटस्य भवति विभज अन्यघटेभ्य भेदम् आगच्छति विशेषणयोजनेन महोदय बहु विस्तरेण चर्चा कृतवान् वर्गे स्व आश्रयं भेदेन कथम् आश्रयस्य द्वितीया विभक्ति अस्ति भेदेन तृतीया विभक्ति अस्ति न तु स्व आश्रये भेदं यथा वयं सामान्यतया वदामः घटे नीलत्वम् अस्ति तत् कथं तत् नास्ति सः उदाहरणं दत्तवान् घटत्वजाति घटे अस्ति घटत्वजाति भवति कर्तृप्रदं घट अस्ति तस्य आश्रय सो घटे घटत्वं जाति अस्ति सो घटत्वजाति घटे अस्ति घटत्वजाति घटं पटात् विद्यते कथं घटत्वजाति अत्र भवति कर्तृपदं घट भवति तस्य आश्रय सो घटं घटत्वजाति घटं पटात् विद्यते अपि यदि वयं वदामः घटत्वजाति घटं पटात् भेदेन विद्यते भेदेन आगच्छति ज्ञापयति ज्ञापयति अस्तु सो अत्र द्वितीयपदे पथ प्रथमवाक्यम् अस्ति घटत्वजाति घटत्वजाति घटं पटात् भेदेन ज्ञापयति द्वितीयपदमस्ति घटत्वजाति घटत्वजाति घटत्वजाति घटं भेदेन ज्ञापयति घटत्वजाति घटं भेदं घटे घटे पटात् भेदं ज्ञापयति अस्तु हा प्रथमं वाक्यमस्ति घटत्वजाति घटे पटात् विद्यति भेदं ज्ञापयति अन्य द्वितीय अस्ति घटत्वजाति भेदेन घटत्वजाति घटं भेदेन पटात् ज्ञापयति तत्र घटत्वजाति द्वे पदे आगच्छति कर्तृपदं परन्तु प्रथमं वाक्यं भवति द्वितीया विभक्त्यां यदि घटत्वजाति घटे अस्ति तत्र सप्तमी विभक्ति आगच्छति पटात् भेदं ज्ञापयति तत्र भेदस्य द्वितीया विभक्ति अस्ति घटत्वजाति भेदेन घटं पटात् विद्यति तत्र घटत्वजाति प्रथमा विभक्ति घटम् अस्ति द्वितीया विभक्ति भेदेन आगच्छति तृतीया विभक्ति इदानीं यदि वयं वदामः भगिनि यदि वदामः घटत्वजाति स्व आश्रयं घटं भेदेन ज्ञाप्यति तथा अस्माकं प्रकृतवाक्यमस्ति स्व आश्रयं भेदेन बोधयति इति समान अर्थकं भवति. इदानीं विशेषणं स्व आश्रयं भेदं करोति, प्रकारतायाः भेद आगच्छति तस्य विषये, तस्य आश्रय यथा नीलत्वं पीतत्वं यदि घटे अस्ति तस्य भेदम् आगच्छति तत्र. भगिनी अत्र यत् स्व आश्रयं भेदेन बोधयति इति तत्र अन्ततो गत्वा तस्य अर्थः कः? तस्य अर्थः अस्ति यत् विशेषणम् अस्ति तस्य विशेषणं स्व आश्रयस्य घटस्य विशेषणं प्रकारतया अस्ति तस्य स्व आश्रयं भेदेन बोधयति तत् विशेषणं. यत् भेदं बोधयति तत् अस्ति विशेषणं, यथा प्रकारता भवति विशेषणं. न परन्तु तत्र भेदं बोधयति इति नास्ति खलु, भेदेन बोधयति इति अस्ति अत्र वाक्यं. स्वाश्रये भेदं बोधयति इति भवितुम् अर्हति अथवा स्वाश्रयं भेदेन बोधयति इति भवितुम् अर्हति, परन्तु अत्र स्वाश्रयं भेदेन बोधयति इति दत्तं, तस्य अर्थः कः? तस्य अर्थः अस्ति अत्र विशिष्टरूपेण प्रयुक्तं खलु, अत्र स्वाश्रये भेदं बोधयति इति न दत्तं, परन्तु स्वाश्रयं भेदेन बोधयति इति दत्तमस्ति. तर्हि अत्र तात्पर्यं किम् इत्युक्ते, अत्र विशेषणम् इति यत् पदम् अस्ति तद् भेदयुक्त आश्रयस्य ज्ञापनम् अस्ति. इत्युक्ते अत्र विशेषणं सर्वदा विशेष्ये एव भवति, सर्वदा तस्य विद्यमानत्वं विशेष्ये एव भवति. विशेषणम् अत्र भेदयुक्तस्य आश्रयस्य ज्ञापनम् अस्ति, अतः अत्र आश्रयं स्वाश्रयम् इति द्वितीयविभक्तौ अस्ति. अस्तु, विशेषणं भेदयुक्त आश्रयस्य ज्ञापकमस्ति. यतो हि तत्र बहु किमपि उक्तमासीत्. अत्र नीलमा विशेषणं भवति, अत्र तेन भिन्नत्वेन बोधितः घटविशेषं. घट यदा वयं पूर्वं जानीमः घट भवति विशेषं, नीलरूप तस्य भवति विशेषणम्. इदानीं नीलिमा पदम् अपि नीलत्वम् इति बोधयति, तस्मिन् आगच्छति नीलत्वम् इति भाव. तयोः सम्बन्ध इन् महोदय बोध इन् प्रत्यय तस्य चकारस्य लोप भवति, मकारस्य अपि लोप भवति, केवलम् इन् इदानीम् अत्र प्रक्रिया मास्तु भगिनी. अत्र सहितं घटं तरेदपि नीलमा विशेषणं तेन भिन्नत्वेन बोधित घटविश तयोः सम्बन्ध समवाय संसर्ग. सो कोऽपि सम्बन्धः भवितुं शक्नोति विशेषविशेषणं मध्ये समवाय वा संसर्ग इति भवति. सो यदि विषयता अस्ति तस्य त्रीणि विषयता प्रकाराः संस्कारता विशेषता अपि प्रकारता आगच्छति. एतत् ज्ञानं तथा न केवलं प्रत्यक्षज्ञानरूपप्रति अस्ति, इन्द्रियेण घटनीलरूपवान् इति प्रत्यक्षं वा भवेत्, इन्द्रियेण अर्थस्य घटस्य सहित यदि सन्निकर्ष भवति तदा प्रत्यक्षं यथार्थ ज्ञानम् आगच्छति. किन्तु अन्यप्रकारा ये अन्यप्रकाराणि ज्ञानानि ज्ञानेषु अपि आगच्छति, यथा अनुमिति यदि ज्ञानम् अस्ति, अनुमिति ज्ञानं घटनीलरूप घटनीलरूपवान् अपि अनुमिति इति ज्ञानम् आगच्छति शब्देन कोऽपि मां सूचयति नीलघट शब्देन जानामि उपमति पूर्वम् अहं दृष्टवती नीलघटम् इदानीं तत्र नास्ति उपमिति ज्ञानं सर्वे ज्ञानेषु तिस्रप्रकाराः विषयतायाः आगच्छन्ति इति अस्ति तात्पर्यम् अत्र समीचीनं भगिनी सम्यक् अस्ति अत्र प्रश्नः अस्ति वा कोऽपि प्रश्नः अस्तु अत्र अत्र अन्ततो गत्वा अत्र यत्र कुत्रापि ज्ञानस्थले अत्र सप्रकारकज्ञानं भवति अत्र घटः नीलरूपवान् इति वदामः चेत् तत्र प्रत्यक्षस्थले भवतु इन्द्रियेण तादृशज्ञानम् अथवा अनुमितिस्थले भवतु अथवा शब्देन भवतु सर्वत्र कश्चित् प्रकारः अस्ति कश्चित् विशेष्यः अस्ति कश्चित् संसर्गः अस्ति तर्हि सप्रकारकज्ञानम् इति तात्पर्यम् अस्तु अत्र अत्र महिमन् इति शब्दः अस्ति खलु महिमन् तस्य प्रथमविभक्तौ महिमा इति भवति महिमा महिमानौ महिमानः इति एवमेव अत्र नीलिमन् इति अपि इमनिच् प्रत्ययं योजयित्वा अस्तु अस्तु राजेन्द्रमहोदय अग्रे पठति वा आं भगिनि प्रकृते नीलिम्ना घटस्य रञ्जनं भवति इति नीलिमा विशेषणं स एव च ज्ञाने प्रकारः प्रकारस्य एव शास्त्रे विकल्प इत्यपि संज्ञा भवति तथा च प्रकारेण विकल्पेन सहितं यत् ज्ञानं तत् स विकल्पकं प्रकारः विकल्पो वा सापेक्षपदार्थः प्रकारः रञ्जकः इति अवोचाम् यदि रञ्ज्यं इति उवाचाम् अवोचाम् इति अवोचां तत् आम् तथैव इति अवोचाम् यदि रञ्ज्यं विशेष्यं न भवेत् सः प्रकारः इति अपि न व्यवहारो न स्यात् अतः प्रकारः अस्ति चेत् कश्चित् विशेष्यो अपि ज्ञाने अस्ति इति आयाति एवम् एव तेषां सम्बन्धः अपि अनिवार्यः प्रकृते नीलिम्ना घटस्य रञ्जनं भवति इति नीलिमा विशेषणम् रञ्जनम् इत्युक्ते कर्णयुक्ततत्त्वं महोदयेन वर्णयुक्ततत्त्वं प्रकृते नीलिम्ना घटस्य वर्णयुक्ततत्वम् अस्ति रञ्जनम् अस्ति भवति तथा नीलिमा तस्य विशेषणम् अस्ति अपि च घटः विशेष्यं स एव च ज्ञाने प्रकारः सः एव च ज्ञाने तत् यदा पूर्वस्मिन् भगिनी पठितवती तत् त्रिविध विशेषता सन्ति तत् सः अत्र विशेषणं सः ज्ञाने ज्ञाने प्रकारः अस्ति प्रकारता अस्ति प्रकारस्य एव शास्त्रे विकल्पः इति अपि संज्ञा भवति तत् शास्त्रे तत् प्रकारः यत् सन्ति तत् विकल्प अपि वक्तुं शक्नुमः तस्य विकल्पसंज्ञा अपि भवति तथा च प्रकारेण विकल्पेन यत् ज्ञानं विकल्पेन सह प्रकारेण सह विकल्पेन सह यत् ज्ञानम् अस्ति तत् सविकल्पकं ज्ञानं वदामः प्रकारः विकल्पो वा सापेक्षपदार्थः प्रकारः प्रकारे विकल्पः अस्ति तत्र सापेक्ष तत् किञ्चित् अपेक्षितम् अस्ति तत् यथा प्रकारः अस्ति सापेक्षपदार्थः अस्ति किञ्चित् अपेक्षितम् अस्ति तत् पदार्थे प्रकारः रञ्जकः इत्युक्ते अत्र अर्थः कः महोदय सापेक्षपदार्थः इत्युक्ते अत्र अर्थः कः सा अपेक्षपदार्थः यत् कोऽपि अपेक्षा भवेत् अत्र तस्मिन् कोऽपि अपेक्षा भवेत् इत्युक्ते अत्र एक्स्पेक्टेशन् इति कस्य एक्स्पेक्टेशन् यत् प्रकारः अस्ति तत्र प्रकारता भवेत् संसर्गता भवेत् अपि च विशेषता भवेत् तत् तादृशी पदार्थः इत्युक्ते अत्र प्रकारः स्वयमेव स्थातुं स्वतन्त्रतया स्थातुं न शक्नोति तत्र प्रकारः इति वदामः तत्र तस्य आश्रयः भवति एव आश्रयं विना प्रकारः न भवितुम् अर्हति अतः अत्र यत्र प्रकारः अस्ति तस्य आश्रयः विशेष्यम् अवश्यं भवति अतः सापेक्षपदार्थः सम्यक् महोदय अग्रे वदतु प्रकारः रञ्जकः इति अवोचाम् इति अवोचां कीदृशी प्रयोगः अस्ति भगिनी अत्र अत्र लुङ् लुङ् लकारे वच् इति धातुः लुङ् लकारस्य प्रयोगः अस्ति बहुवचने अस्तु उत्तमपुरुषबहुवचने इति वयं वदा इति वयं उक्तवन्तः इति तादृशार्थः यदि रञ्जं विशेषं न भवेत् सः प्रकारः इति अपि व्यवहारो न स्यात् रञ्जं यथा वर्णयुक्तं तत् यथा तत् विशेषं न भवेत् रञ्जं वर्णयुक्तं भगिनी विशेष्यम् अस्ति वा विशेषणम् अस्ति इदानीम् अत्र नीलिमाघटः इति एव स्वीकुर्मः चेत् नील् अत्र रञ्जकः कः रञ्ज्यं कः रञ्जकः तु नीलिमा रञ्जम् इति घटः सत्यं रञ्ज्यमस्ति घटः तदेव विशेष्यमस्ति अस्तु अस्तु अस्तु इदानीम् अत्र नीलिमा इति एव वदामः चेत् अत्र नीलिमा इति प्रकारः इति एव वदामः चेत् सम्यक् अस्ति वा न न न तत्र तु विशेषमपि भवेत् तत्र तर्हि आश्रयः अपि भवेत् तर्हि नीलिमा इति प्रकारः स्वयमेव स्थातुं न शक्नोति तस्य आश्रयः अवश्यं भवेत् सः प्रकारः इति अपि व्यवहारो न स्यात् रञ्जनम् अस्ति तु रञ्जम् अपि भवेत् तत्र तत्र स्वतन्त्रतया तत्र न भवति अतः प्रकारः अस्ति चेत् कश्चित् विशेषो अपि ज्ञाने अस्ति इति आयाति यदि प्रकारः अस्ति प्रकारः तत्र विशेषता अपि तत्र अस्ति एवम् तेषां तत्र कोऽपि कश्चन सम्बन्धः अपि अनिवार्यः अस्ति यथा संयोगः समवायः यत् किमपि भवेत् तत्र सम्बन्धः अपि अनिवार्यः संसर्गता अपि अस्ति अत्र तत्र प्रकारता अस्ति चेत् तत्र विशेषता अपि भवेत् अपि च संसर्गता अपि भवेत् तत्र अनिवार्यः अस्ति सत्यं यत्र पदार्थद्वयमस्ति तत्र सम्बन्धः अनिवार्यः एव हा सम्यक् महोदय समीचीनमस्ति अस्तु अग्रे रामप्रिया भगिनी पठति वा भगिनि भवती पठतु वयं सहायं कुर्मः भगिनी श्रूयते वा हा श्रूयते इदानीम् आम् एवं च सप्रकारकं ज्ञानं संसर्गतानिरूपकं विशेष्यतानिरूपकं चापि भवति तासु तिसृषु एका विशेष्य अन्नभट्टैः उक्ता प्रकारता ताम् आदाय स ज्ञानं निरूपितं सप्रकारकं ज्ञानं सविकल्पकम् इति प्रकारतानिरूपकं संसर्गतानिरूपकं विशेष्यतानिरूपकं च तत् इति तदर्थः इदमेव प्रत्यक्षविभागे सप्रकारकम् इति गणितम् अस्तु ज्ञानस्य विभागत्रयं दत्तमस्ति सप्रकारकं ज्ञानं सप्रकारकं ज्ञानं तु संसर्गतानिरूपकं विशेष्यतानिरूपकम् इति अपि भवति इति दत्तम्. अस्तु, तासु तिसृषु एका विशिष्य अन्नभट्टैः उक्ता प्रकारता इति. तिसृषु इत्युक्ते संसर्गता, विशेष्यता, प्रकारता, तत्र अन्नभट्टैः विशेषरूपेण प्रकारता इति दत्तमस्ति इति दत्तं वा? सत्यं सत्यम्. अत्र पूर्वं वयम् अत्र पृष्ठसङ्ख्या अस्ति 161, तत्र पश्यति चेत् तद् द्विविधं प्रत्यक्षप्रमा द्विविधं निर्विकल्पकं सविकल्पकं. तर्हि तत्र निष्प्रकारकज्ञानं निर्विकल्पकं, सप्रकारकज्ञानं सविकल्पकं. तत्र सप्रकारकम् इति एव दत्तमस्ति, न तु सप्रकारकं, सविशेष्यकं, संसर्गकम् इति. संसर्गः इति तादृशं न दत्तं खलु. तत्र केवलं सप्रकारकमेव दत्तमस्ति, यद्यपि तथा दत्तमस्ति, परन्तु सप्रकारकः इत्युक्ते न केवलं सप्रकारकज्ञानं, तत्र ससंसर्गतानिरूपकज्ञानं, विशेष्यतानिरूपकज्ञानं सर्वं तस्मिन् अन्तर्भूतः. यतोहि वयं जानीमः प्रकारः स्वयमेव स्थातुं न शक्नोति, अतः सप्रकारकः इति वदामः चेदपि तत्र आश्रयः अवश्यं भवति. आश्रयः अस्ति चेत् तत्र द्वयोः सम्बन्धः अपि अवश्यं भवति इति कृत्वा, यद्यपि तत्र मूलग्रन्थे सप्रकारकम् इति दत्तमस्ति, सविकल्पकम् इति, तथापि तत्र तस्य तस्य तात्पर्यं किम् इति चेत्, अत्र लेखकस्य आशयः कः इति चेत्, सप्रकारक इत्युक्ते तत्र ससंसर्गक, ससंसर्गता, सविशेष्यता सर्वं तस्मिन् अन्तर्भूतः. केवलं प्रतिनिधिः अस्ति अत्र. अनन्तरं तम् आदाय तद् ज्ञानं निरूपितम् इत्युक्ते प्रकारता आदाय ज्ञानं तु निरूपितं, सप्रकारकं ज्ञानं सविकल्पकं. तत्तु यदा लक्षणवाक्ये दत्तमस्ति, सप्रकारकं ज्ञानं तु सविकल्पकं ज्ञानम् इति. प्रकारतानिरूपकं, संसर्गतानिरूपकं, विशेष्यतानिरूपकम् इति अर्थः. यद्यपि सप्रकारकज्ञानं सविकल्पकम् इति दत्तम् अस्ति चेदपि तत्र अर्थं तु प्रकारतानिरूपकं, संसर्गतानिरूपकं, विशेष्यतानिरूपकम् इत्येव तस्य अर्थः अस्ति इति. एतदेव प्रत्यक्षविभागे सप्रकारकम् इति वयं गणयितुं शक्नुमः. समीचीनं भगिनि, स्पष्टमस्ति खलु अत्र? समीचीनम्. अग्रे सरला भगिनी, अग्रे. परन्तु इदं प्रत्यक्षरूपम् एव इति न भ्रमितव्यं. यदि ज्ञानं प्रकारता आदि निरूपकं, तत् सर्वमपि अनेन उक्तं भवति. तथाविधं च दर्शितम् इन्द्रियजन्यं वास्तु पर्वतो मास्तु वा अस्तु इन्द्रियजनं वा अस्तु पर्वतो वहिमान् इति उन्मिति वा अस्तु अनुमिति वा अस्तु वक्ष्यमाणा उपमितिः शाब्दबोधोः वा तस्य च जनकं परामर्शादि सर्वमिदं सप्रकारकमेव. वक्ष्यमाणमेव च निर्विकल्पकम् इन्द्रियमात्रजन्यमिति अवधेयम् इदानीमस्ति. परन्तु इदम् इत्युक्ते सप्रकारकज्ञानसविकल्पकं प्रत्यक्षरूपमेव नास्ति केवलम् इति अस्माकं सावधानं करोति. सप्रकारकज्ञानसविकल्पकज्ञानं केवलं प्रत्यक्षरूपमे नास्ति, किन्तु सर्वे प्रमायाः ये भागाः सन्ति, यथा अनुमिति, उपमिति वा शाब्दबोध, तेषामपि आगच्छति सप्रकारकसविकल्पकज्ञानं. यदि ज्ञानं प्रकारता आदि निरूपकं तत् सर्वमपि अनेन उक्तं सर्वं ज्ञानं निरूपकं ज्ञानं तस्मिन् अन्तर्भूता अस्ति. तथाविधं च दर्शितम् इन्द्रियजन्यं वा अस्तु पर्वतो वहिमा यथा इन्द्रियजन्यं प्रत्यक्षज्ञान कृते इन्द्रियसन्निकर्ष अर्थं जन्यज्ञानम् आगच्छति. तत्र तत् ज्ञानं यदि विषयसहित सन्निकर्ष भवति तत्र त्रिप्रकारका ज्ञानं संस्कृता विशेषता प्रकारता आगच्छति. तत् अपि पर्वतो वहिमान् इति अनुमिति ज्ञानम् अपि तत्र अपि चतुर प्रकार त्रिप्रकारताकाः ज्ञानं तत्र अपि अस्ति. तत् ज्ञानमपि सविकल्पकज्ञानं भवति. तत्र न केवलं परमार्श अस्ति किन्तु तदपि सविकल्परामर्श अस्ति. उपमिति शाब्दबोध तत्र अपि एतत् त्रिविधा प्रकारता निष्ठ निरूपकज्ञानम् आगच्छति. केवलं निर्विकल्पज्ञानम् इन्द्रियमात्रजन्यम् अस्ति किन्तु सविकल्पज्ञानं सर्वे यत् सर्वे प्रमायाम् आगच्छति सर्वे प्रमासु आगच्छति. अतः अपि अत्र वर्गे चर्चितवन्तः खलु, अतः अपि इन्द्रियपदं योजनीयं, यतोहि निर्विकल्पज्ञानं केवलम् इन्द्रियजन्यम् इन्द्रियजन्यम् अस्ति. अस्तु, अत्र यद् यद्धि इति अस्ति, तत्र सन्धिः अस्ति खलु, आदौ यद्धि ज्ञानं यद्धि इति भवति. अनन्तरं यद्धि ज्ञानं प्रकारता आदि निरूपकं हकारः धकारः भवति खलु, परे दकारस्य हकार आगच्छति जयोः अन्यतरस्यां. जयोः अन्यतर अस्तु, पूर्वसवर्णादेशः भवति तत्र. अस्तु, अपि च अत्र पूर्वं संशयादिनिरूपणे ताः अनादाय निरूपणं दुश्शकम् इति अस्ति. तत्र संशयादिनिरूपणे संशयादि इति अयथार्थज्ञानस्य विषयः अस्ति. तत्र अयथार्थज्ञानं त्रिविधम् इति संशयः विपर्ययः तर्कः. समीचीनम्, अस्तु. अत्र अन्यत् किमपि अस्ति वा प्रश्नः चिन्तनं? अस्तु, तर्हि वयं स्थगयामः अत्र. धन्यवादः भगिनि. धन्यवादः. धन्यवादः. नमस्कारः. ओ अस्तु महोदय, धन्यवादः. धन्यवादः भगिनि. धन्यवादः. हा धन्यवादः. धन्यवादः. नमस्कारः.